पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 48 युधिष्ठिर उवाच वैशाखस्यासिते पक्षे किं नामैकादशी भवेद् महिमानं कथय मे वासुदेव नमोऽस्तु ते श्रीकृष्ण उवाच सौभाग्यदायिनी राजन्निहलोके परत्र च वैशाखकृष्णपक्षे तु नाम्ना चैव वरूधिनी वरूधिन्या व्रतेनैव सौख्यं भवति सर्वदा पापहानिश्च भवति सौभाग्यप्राप्तिरेव च दुर्भगा या करोत्येनां सा स्त्री सौभाग्यमाप्नुयाद लोकानां चैव सर्वेषां भुक्तिमुक्तिप्रदायिनी सर्वपापहरा नृणां गर्भवासनिकृन्दनी वरूधिन्या व्रतेनैव मान्धादा स्वर्गतिं गतः धुन्दुमारादयश्चान्ये राजानो बहवस्तथा ब्रह्म कपालनिर्मुक्तो बभूव भगवान् भवः दशवर्षसहस्राणि तपस्तप्यदियो नरः कुरुक्षेत्रे रविग्रहे स्वर्णभारं ददादियः तत्तुल्यं फलमाप्नोति वरुधिन्या व्रतं चरन् श्रद्धा वान्यस्तु कुरुते वरुधिन्या व्रतं नरः वाञ्छितं लभते सोऽपि इहलोके परत्र च पवित्रा पावनी ह्येषा महापादकनाशिनी भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम अश्वदानानृपश्रेष्ठ गजदानं विशिष्यते गजदानाद्भूमिदानं तिलदानं ततोऽधिकं तस्माच्च स्वर्णदानं वै अन्नदानं ततोऽधिकम् अन्नदानात् परं दानं न भूतं न भविष्यति पितृदेवमनुष्याणां तृप्तिरन्नेन जायते तत्समं कविभिः प्रोक्तं कन्यादानं नृपोत्तम धेनुदानं च तत्तुल्यमित्याह भगवान् स्वयं प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते तद्फलं समवाप्नोति नरकृत्वा वरूधिनीम् कन्यावित्तेन जीवन्ति ये नरा पापमोहिताः पुण्यक्षयं ते गच्छन्ति निरयं यादनामयं तस्मात् सर्वप्रयत्नेन न ग्राह्यं कन्यकाधनं यश्च गृह्णादिलोभेन कन्यां क्रीत्वा च तद्धनं सोऽन्यजन्मनि राजेन्द्र ओ दुर्भवति निश्चितं कन्यां पुण्येन यो दद्याद्यथा शक्तिस्वलङ्कृतां तत्पुण्यसङ्ख्यां नृपदे चित्रगुप्तो न शक्नुयाद तत्तुल्यं फलमाप्नोति नरकृत्वा वरूधिनीं कांस्यं मांसं मसूरांश्च चणकान् कोद्रवांस्तथा शाकं मधुपरान्नं च पुनर्भोजनमैधुने वैष्णवो व्रतकर्ता च दशम्यां दशवर्जयेद द्यूतं क्रीडां च निद्रां च ताम्बूलं दन्तधावनं परापवादं पैशून्यं स्थेयं हिंसां तथारथिं क्रोधं चैवानृतं वाक्यमेकादश्यां विसर्जयेद् कांस्यं मांसं सुरां क्षौद्रं तैलं पतितभाषणं व्यायामं च प्रवासं च पुनर्भोजनमैधुनं वृषपृष्ठं मसूरान्नं द्वादश्यां परिवर्जयेद् अनेन विधिना राजन्विहितायैर्वरूधिनी सर्वपापक्षयं कृत्वा दद्यात् प्रान्ते क्षयां गतिं रात्रौ जागरणं कृत्वा पूजितो मधुसूदनः सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिं तस्मात् सर्वप्रयत्नेन कर्तव्या पापभीरुभिः क्षपारितनयाद्भिदो नरकुर्याद्वरूधिनीं पठनाश्रवणाद्राजन् गोसहस्रफलं लभेद सर्वपापविनिर्मुक्तो विष्णुलोके महीयते इति श्रीपात्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामोमापदिनारदसंवादे वैशाखकृष्णवरूधिनी एकादशी नाम अष्टचत्वारिंशोऽध्यायः ॐ